अस्तु, अस्माकं न्यायवर्गकक्षायां सर्वेषां स्वागतम्। अत्र इदानीम् अस्माकं प्रसङ्गः अस्ति अन्यतासिद्धनिरूपणम् इति। तत्र प्रथमं वयं कारणस्य विषये किञ्चित् अवलोक्य अनन्तरम् अत्र अन्यतासिद्धिः नाम का इति दृष्टवन्तः। तर्हि अत्र पुनस्मरणत्वेन रामप्रिया भगिनी किञ्चित् वदति वा तत्र कारणस्य विषये किम् आसीत्, अनन्तरम् अन्यतासिद्धि इत्यस्य आवश्यकता किमर्थम् आगता इति। अस्तु अस्तु भगिनि, वयं यदा पूर्वमेव दृष्टवन्तः कार्यनिकषत्रयम् इति, तदेव आसीत् प्रथमं। किम् इत्युक्ते कारणेन कार्याधिकरणे स्थातव्यम्, कारणेन कार्याधिकरणे सर्वदा स्थातव्यं, कारणेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति निकषत्रयं, नियतपूर्ववृत्तित्वम् इति रूपेण तस्य प्रसङ्गः वयं दृष्टवन्तः। अनन्तरं यदा अन्यतासिद्धत्वं प्रति गतवन्तः तत्र तु तस्य लक्षणवाक्यम् आसीत् अन्यतासिद्धशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वम् इति तस्य लक्षणवाक्यम् आसीत्। परन्तु तस्य इत्युक्ते कस्य लक्षणवाक्यम् आसीत्? एतत्तु अन्यतासिद्धत्वस्य लक्षणवाक्यम् कारणस्य, क्षम्यतां, कारणस्य सम्पूर्णलक्षणवाक्यम् एतादृशम् आसीत् अन्यतासिद्धशून्यत्वे। यदा अन्यतासिद्धस्य शून्यत्वम् अस्ति चेत् कार्यनियतपूर्ववृत्तित्वं कारणत्वम्। तत्र कार्यनियतपूर्ववृत्तित्वं कारणत्वम् इति पूर्वम् अस्माभिः दृष्टं खलु। अत्र अन्यतासिद्धिशून्यत्वे सति इति भागः किमर्थम् आगतः? तत् भागः प्रथमं न आसीत्, इदानीं यदा अन्यतासिद्धस्य शून्यत्वम् अस्ति चेत् तदा एव कारणत्वस्य पूर्णलक्षणवाक्यं वयं साधयितुं शक्नुमः। इत्युक्ते यदा वयम् एकमेव दृष्टवन्तः किल अन्यतासिद्धत्वस्य पञ्चविधानि इति, तत्र एकविधं वयं दृष्टवन्तः। यदा वयं कार्याधिकरणे तत्पूर्वं यदा इत्युक्ते अन्यतासिद्धयः के इति तत्र कति विधाः इति तत्पूर्वं तत्र पिपीलिका इति उदाहरणं दृष्टवन्तः खलु, कश्चन पिपीलिका वा कीटः वा तत्र कपाले इत्युक्ते घटस्य कार्याधिकरणे अस्ति चेत् तत् पूर्वक्षणे अस्ति कार्यस्य कार्याधिकरणे अस्ति इति सर्वम् अस्ति चेदपि तत् कारणं न भवति खलु कार्यस्य इति कृत्वा अत्र अन्यत् तत्तु पिपीलिका इति इति तु तत्र अन्यता सिद्धिः इति भवति इति कृत्वा तत्र कारणत्वप्रसङ्गे वयम् उक्तवन्तः तत्र अन्यतासिद्धि शून्यत्वे सति नियतपूर्ववृत्तित्वम् इति कार्यनियतपूर्ववृत्तित्वं कारणत्वम् इति लक्षणं वयम् उक्तवन्तः। अस्तु, सम्यक्। तदग्रे सरला भगिनी वदति वा तत्र तत्र अन्यता सिद्धयः इति तत्र पञ्चविधाः इति वयं दृष्टवन्तः खलु, तत् पञ्चविध काम किमस्ति, ग्रन्थमस्ति कौमद मुक्ति कौमदीमुक्त्यां ग्रन्थावली अस्ति, तस्मिन् एक श्लोकः अस्ति न्यायसिद्धान्तमुक्तावली इति ग्रन्थे अन्यदासिद्धत्वं तस्य पञ्च प्रकारा दत्तमस्ति। प्रथमचत्वार चत्वारि वाक्यानि तस्य अन्यथा सिद्धत्वं सूचयति. तस्य अनन्तरं चत्वारि वाक्यानि तस्य उदाहरणानि सन्ति तेषु. प्रथमम् अस्ति येन सह पूर्वभाव, तस्य उदाहरणम् अस्ति घटादौ दण्ड दण्डरूपादि. द्वितीयमस्ति कारणमादाय. येन सह पूर्वभावः इत्यस्य उदाहरणं किम् आसीत्? दण्डा घटादो दण्डात् दण्डरूपं न दण्डत्वादि दण्डत्वादिकं क्षम्यताम् ओके दण्डत्वादिकम् आदिमं या प्रथमम् अस्ति येन सह पूर्वभाव दण्डत्वादिकं कारणमादाय वा यस्य तस्य उदाहरणमस्ति घटादौ दण्डरूपादि द्वितीयमपि दर्शितम्. तृतीयमस्ति अन्यप्रति पूर्वभावे जाते यत् पूर्वभावविज्ञानं तस्य उदाहरणमस्ति तृतीयं तु भवे व्योम आकाश. तदनन्तरं चतुर्थमस्ति जनकं प्रति पूर्ववृत्तितां परिज्ञाय न यस्य गृह्यते तस्य उदाहरणमस्ति कुलालजनको पर कुलालस्य पिता. पञ्चमम् अस्ति अतिरिक्तम् अथापि यद् भवेत् नित्या आवश्यकं पूर्वभाविनः. पञ्चमो रासभादी स्यादेत् एष आवश्यकः असौ तु असौ इत्युक्ते यदि ग्रदभ वा मृत्तिका आनीय तस्य साधनम् उपयोगं कुर्मः तस्य भवति पञ्चम अन्यथा सिद्धकारणं. बहु सम्यक् भगिनि. इति पञ्च अन्यथा सिद्धयः इति वयं दृष्टवन्तः. अपि च प्रथम अन्यथा सिद्धिविषये इतोपि किञ्चित् दृष्टवन्तः खलु. तर्हि तत् सन्ध्या भगिनी भवती किञ्चित् वक्तुं शक्नोति वा तत्र प्रथमविध अन्यथा सिद्धिः विषये? आम् तत्र प्रथमविध अन्यथा सिद्धिः यथा येन सह पूर्वभावः इति उक्तं. तर्हि अत्र उदाहरणमस्ति तत्र दण्डे विद्यमानं दण्डत्वम् इति. तत्र दण्डः इति तत्र दण्डः अस्ति यतोहि तस्मिन् दण्डत्वम् अस्ति. तर्हि दण्डः यः यद् कारणम् अस्ति दण्डः कारणम् अस्ति तस्य धर्मः अस्ति तत्र दण्डत्वम् इति तस्मिन्. तर्हि कारणतायां किं विद्यमानः धर्मः वा कारणता केन अवच्छिद्यते दण्डे अस्ति सा कारणता केन अवच्छिद्यते इत्युक्ते दण्डत्वेन अवच्छिद्यते. अतः तत्र कारणता अवच्छेदकधर्मः दण्डत्वम् इति भवति. दण्डे दण्डत्वम् अस्ति इति. तर्हि दण्डः इति तत्र केन केन मार्गेण वा कस्य आधारेण तत्र कारणं भवति इत्युक्ते दण्डत्वम् इत्यनेन. तर्हि तादृशं यदस्ति यस्य तत्र येन सह पूर्वभावः इत्युक्ते यस्य बलेन कारणत्वम् अस्ति तस्मिन् सः धर्मः दण्डत्वम् अस्मिन् उदाहरणे इति तत्र अन्यथा सिद्धत्वम् आगच्छति तस्मिन् इति प्रथमविध प्रथमविध अन्यथा सिद्धिः. धन्यवादः भगिनि. अपि च वर्धिनी भगिनी भवती तत्र बाहं वोढुम् इच्छति वा अथवा केवलं शृणोति वा अद्य? हरि ओम् वर्धिनी भगिनी अस्ति वा? आम् अस्मि महोदय, बहु कालतः अहं कक्षां आगतवती, अतः इदानीं श्रोतुमिच्छामि. अस्तु भगिनि, तदर्थमेव पृष्टवती, धन्यवादः. अस्तु भगिनि, मम एकः प्रश्नः अस्ति. अन्यथा सिद्धशून्यत्वम् इत्युक्ते स्पष्टीकरणार्थं मम मनसि ये पञ्चविधकारणानि ते सर्वे त्रीणि त्रय ये निकषा सन्ति तस्य परिपूर्णं अस्ति, तदापि ते कार्यं प्रति कारणं न सन्ति इति. अन्यथा पञ्चविधकारणानि इत्युक्ते किम्? न, पञ्चविध अन्यथा सिद्ध ये वयं दृष्टवन्तः ते सर्वे कार्यादिकरणे अपि सन्ति, पूर्वम् अस्ति अस्ति सदा तत्र सन्ति वा न, किन्तु ते साक्षात् कार्यस्य कारणं न भवन्ति. ततः अन्यथा सिद्धशून्यत्वं सति कार्यनियतपूर्ववृत्तित्वं कारणत्वम् इति सम्पूर्णलक्षणवाक्यं भवति इति एव भाति भगिनि. इदानीम् इत्युक्ते पञ्चविध अन्यथा सिद्धिः इति यदस्ति तस्मिन् सर्वं तु अन्तर् भवति इति महोदयेन उक्तम्. इत्युक्ते आरम्भे इदानीं वयं पञ्च अन्यथासिद्धयः इति पठामः खलु, परन्तु महोदयेन तस्मिन् दिने उक्तं यत् वस्तुतः पञ्चविधः इति तस्य आवश्यकता तेषाम् आवश्यकता नास्ति, केवलं पञ्च अन्यथासिद्धिः पञ्चम अन्यथासिद्धिः यदस्ति या अस्ति तस्यामेव सर्वं तत्र अन्तर्भवति इति. इत्युक्ते प्रथमचत्वारः अपि च तत्र इति प्रथमचत्वारः तु यथा भवती उक्तवती इत्युक्ते तत्र नियतपूर्ववृत्तित्वम् अस्ति तेषां, परन्तु यत् पञ्चविध पञ्चमः अस्ति तस्मिन् तादृशम् अस्ति वा इति वस्तुतः अहं न जानामि, यतोहि तत्र वृक्षत्वमपि तत्र अन्तर्भवति इति महोदयेन उक्तं. वृक्षत्वं तु तत्र कपाले तु न भवति खलु इति कृत्वा तत्र नियतपूर्ववृत्तित्वम् इति वक्तुं शक्नुमः वा इति मम शङ्का अस्ति. यथा महोदय करपत्रे लिखितम् अस्ति घटं प्रति दण्डत्वस्य कोऽपि उपयोगः नास्ति. दण्डत्व वयं वदामः पूर्व येन सह पूर्वभावः, किन्तु तत् कारणं नास्ति. अस्तु, सत्यं सत्यम् इत्युक्ते एवं वक्तुं शक्नुमः यत् यत् कारणं भवति तद् अन्यथा सिद्धिः न भवेत् इति, परन्तु अन्यथा सिद्धिः इति अस्ति चेत् तस्मिन् नियतपूर्ववृत्तित्वम् अस्ति वा इति प्रायः तथा वक्तुं न शक्नुमः इति मम अवगतम्. यदा कुलालस्य पिता तस्य पूर्ववृत्तित्वं तत् समये नास्ति कार्यपूर्वं, प्रायः कुलालस्य पिता इति तत्र परम्परासम्बन्धेन आगच्छति इति वक्तुं शक्नुमः, परन्तु वृक्षत्वम् इति अस्ति चेत् तथा वक्तुं न शक्नुमः खलु, अथवा यत्किमपि पटत्वम् इति तन्तुत्वम् इति किमपि स्वीकुर्मः चेत्, परन्तु वृक्षत्वम् अपि पञ्चम अन्यथासिद्धिः वृक्षत्वं यथा दण्डवृक्षात् आगच्छति ततः वृक्षत्वं भवति वा वृक्षस्य अधो घटकार्यं भवति. सत्यं, तथापि तथापि अस्ति. अस्तु अस्तु, तर्हि एतावत्पर्यन्तं प्रथमविध अन्यथासिद्धिः नाम किम् इति वयं दृष्टवन्तः. तत्र प्रश्नः अस्ति वा तत्र दण्डत्वम् इति कथम् अन्यथासिद्धिः भवति इति स्पष्टं स्यात् खलु? तत्र महोदयेन किमपि कस्यचित् प्रश्नस्य उत्तरत्वेन एतद् उक्तं किल, तत्र सर्वाः जातयः तत्र वा सर्वे धर्माः तत्र अन्यथासिद्धत्वं वहन्ति किम् इत्यस्य विषये किमपि स्मरति वा सा चर्चा. हा हा हा, इत्युक्ते तत्र शुकोनमहोदयस्य प्रश्नः आसीत् सर्वाः जातयः अन्यथा सिद्धयः, इत्युक्ते तासाम् अन्यथा सिद्धत्वम् इति वक्तुं शक्नुमः वा इति. परन्तु तत्र द्रोणमहोदयेन उक्तं तत्र तथा नास्ति, यतोहि तत्र धर्मेण तत्र सविषयकज्ञानम् इति कार्यं यदा भवति तस्य कारणं तु तत्र धर्मः अथवा जातिः इति भवति इति कृत्वा तादृशं तत्र सार्वत्रिकरूपेण वक्तुं न शक्नुमः इति. अपि जयन्ती भगिनी उक्तवती दण्डत्वस्य दण्डत्व अस्ति, दण्डस्य कारणं तत् महोदय न स्वीकृतवान् कारण जाति सदा नित्यम् अस्ति, दण्डत्वस्य कारणं नास्ति, दण्डस्य कारणं नास्ति, तत् दण्डत्व गृह्यते कारण दण्डम् आदाय दण्डत्वम् इति गृह्यते, ग्रहणम् अस्ति तस्य न तु कारणम् अस्ति दण्डस्य इति अपि वस्तुतः विपरीतं खलु भगिनि, दण्डत्वम् आदाय दण्डम् इति गृह्यते तदेव प्रथमविधान्यता अस्ति खलु, येन धर्मेण कारणं गृह्यते इति कृत्वा दण्डत्वेन वयं दण्डः इति कारणं जानीमः इति कृत्वा तत्र हा तत्र प्रश्नः किम् आसीत् इत्युक्ते तत्र प्रश्नद्वयमासीत् वस्तुतः, एकं तु तत्र एकः प्रश्नः तु यथा सन्ध्या भगिन्या उक्तं तत्र सर्वाः जातयः अन्यथा सिद्धयः इति सार्वत्रिकरूपेण वक्तुं शक्नुमः वा इति, तस्य उत्तरं तु आसीत् न इति. द्वितीयमासीत् तत्र जातिव्यक्तयोः सम्बन्धः तु समवायसम्बन्धः खलु, अपि च पूर्वम् अस्माभिः उक्तं यत्र समवायसम्बन्धः अस्ति तत्र कार्यकारणभावः अस्ति इति, परन्तु जातिव्यक्तिमध्ये तथा नास्ति, जाति तु व्यक्त्यां तत् व्यक्तिः तु जातेः आधारः भवति परन्तु कारणम् इति वक्तुं न शक्नुमः, यतोहि जातिः इति मिथ्या इति कृत्वा तथा वक्तुं न शक्नुमः इति अपि महोदयेन उक्तम् इति एव आसीत्. इतोपि अन्यत् किमपि आसीत् वा यत् वक्तव्यम्? वयम् उक्तवन्तः भगिनि, तत्र येन रूपेण गृह्यते इत्युक्ते किं भगिनि? पुनः वदतु क्षम्यता. कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते कार्यं प्रति तद्रूपम् अन्यथा सिद्धम् इति अर्थः. तत्र येन रूपेण गृह्यते इत्युक्ते किं? तत्र रूपम् इत्युक्ते तत्र रूपम् इति गुणः नास्ति खलु, रूपम् इत्युक्ते येन धर्मेण इति, येन यः तस्मिन् अस्ति इति कृत्वा, यः पदार्थः कश्चन पदार्थः अस्ति तस्मिन् कारणे तेन पदार्थेन एव वयं तत् कारणम् इति ज्ञातुं शक्नुमः. इत्युक्ते दण्डत्वम् इति स्वीकुर्मः चेत् उदाहरणत्वेन, दण्डत्वम् अस्ति इति कृत्वा एव दण्डः कश्चन पदार्थः दण्डः भवति खलु, इत्युक्ते पुस्तकं दण्डः नास्ति, यतोहि पुस्तके पुस्तकत्वम् अस्ति न तु दण्डत्वम् इति कृत्वा दण्डत्वम् इति धर्मः दण्डे अस्ति इति तेन धर्मेण तादृशरूपेण धर्मेण वयं ज्ञातुं शक्नुमः यत् दण्डः इति अस्ति, दण्डः तु घटस्य कारणं भवति इति कृत्वा दण्डत्वेन वयं दण्डं ज्ञातुं शक्नुमः. तर्हि दण्डत्वं घटस्य कारणं न भवति, यदा दण्डः घटस्य कारणं भवति. अस्तु, अवगतम्. अपि भगिनि स्पष्टतया कर्तुं महोदय उक्तवान् यदि कारणताया अवच्छेदकधर्म इति ग्रहणं भवति न तु अन्यधर्म, यथा दण्डे पृथ्वीत्वमपि अस्ति दैवत्वमपि अस्ति, किन्तु तस्य कारणतः अवच्छेदकधर्म दण्डत्वम् एव अस्ति, तत् गृह्यते न तु अन्यधर्म। अत्र येन रूपेण इत्युक्ते पुनः यस्य बलेन इति वक्तुं शक्नुमः किल, यथा येन सः इति यथा उक्तं, सत्यं यस्य बलेन इत्यपि वक्तुं शक्नुमः, इत्युक्ते येन पदार्थेन इत्यपि वक्तुं शक्नुमः खलु, येन पदार्थेन गृह्यते कारणं सः पदार्थः अन्यथा स्थितिः। अस्तु, तर्हि अग्रे द्वितीयं प्रति गच्छेम। रामप्रिया भगिनी भवती एव आरम्भं करोति वा? आम्, द्वितीयम् अन्यथा सिद्धम् आह कारणम् इति, यस्य स्वातन्त्र्येण अन्वयव्यतिरेकौ न स्तः, किन्तु कारणम् आधाय अन्वयव्यतिरेकौ गृह्येत, तद् अन्यथासिद्धं यदा दण्डरूपम् इति द्वितीयम् अन्यथासिद्धनिरूपणम्। अग्रिममपि दण्डे विद्यमानरूपम् अपि घटनियतपूर्ववृत्ति पूर्ववर्ति, किन्तु दण्डरूपस्य स्वातन्त्र्येण घटं प्रति अन्वयव्यतिरेकौ न स्तः, दण्डवर्णस्य घटं प्रति अन्वयसहचारः व्यतिरेकसहचारश्च स्वातन्त्र्येण न भवतः, अपि तु कारणमादाय दण्डरूपकारणमादाय एव दण्डवर्णस्य घटं प्रति अन्वयव्यतिरेकसहचारौ ज्ञायेते, अतः दण्डरूपं प्रति अन्यथा सिद्धं, दण्डरूपं घटं प्रति अन्यथा सिद्धम्। इदानीं द्वितीयमस्ति, द्वितीय अन्यथासिद्धं किम् इति दत्तमस्ति, यस्य स्वातन्त्र्येण अन्वयव्यतिरेकौ न स्तः, किन्तु कारणमादाय अन्वयव्यतिरेकौ गृह्यते एव, कारणमादाय एव अन्वयव्यतिरेकौ गृह्यते, तद् अन्यथासिद्धम् इति दत्तमस्ति द्वितीयविधं, तत् यदा उदाहरणरूपेण दण्डरूपं, तत्र दण्डे विद्यमानं रूपं घट, अत्र रूपम् इत्युक्ते वर्णं किल, गुणः, दण्डे विद्यमानरूपं घटनियतपूर्व वर्ति इत्युक्ते दण्डे यद् दण्डरूपम् अस्ति तदपि घटस्य नियतपूर्ववृत्तिः इत्युक्ते निकषत्रये सर्वदा स्थातव्यम् इति तदस्ति, तत्र अस्ति, आम् दण्डरूपम् अस्ति, आम्, किन्तु दण्डरूपस्य स्वातन्त्र्येण घटं प्रति अन्वयव्यतिरेकौ न स्तः, अन्वयव्यतिरेकौ इत्युक्ते कारण अभावे कार्य अभावः, कारणं यदा दण्डरूपम्, एकक्षणम् विपरीतत्वेन उक्तवती वा? हा, इत्युक्ते अन्वयव्यतिरेकौ इत्युक्ते तत्र वस्तुतः अन्वयसहचारः व्यतिरेकसहचारः खलु, इत्युक्ते किं तत्सत्त्वे तत्सत्त्वं, तत् असत्त्वे तद् असत्त्वम् इति किल। भगिनि अत्र किम् अन्वयव्यभिचारः व्यतिरेकव्यभिचारः अपि अन्तर्भवतः किल? न खलु, अग्रिमवाक्ये पश्यतु, तत्र दण्डवर्णस्य गतं प्रति अन्वयसहचारः व्यतिरेकसहचारः च स्वातन्त्र्येन न भवतः इति एव अस्ति खलु। आ, परन्तु यत्र सहचारः भवति वा न भवति तत्र व्यभिचारः अपि भवति न भवति इति वक्तुं शक्नुमः किल, तत्र केवलं लाघवार्थं तथा लिखितं, परन्तु तत्र व्यभिचारः अपि अन्तर्भवेत्। व्यभिचारः इति किञ्चित् भिन्नविषयः खलु, इत्युक्ते कारणसत्त्वे कार्यसत्त्वम् इति सहचारः, कारण यत् अभावे तद् तत्सत्त्वम् इति व्यभिचारः खलु, कारणं नास्ति चेदपि कार्यं भवति चेत् इत्युक्ते अत्र दण्डरूपम् अस्ति, घटनिर्माणमपि भवति खलु, परन्तु दण्डरूपं नास्ति घटनिर्माणं भवति इति विषयः नास्ति खलु? अस्तु, तथा अस्ति चेत् तत्र कारणत्वं तत्र न आगच्छति. सत्यं सत्यं. तर्हि कार्यकारणभावे तु सहचारः एव अस्ति, यत्र कार्यकारणभावः नास्ति तत्रैव व्यभचारः इति भवति साधारणतया. स्वातन्त्र्येण इत्युक्ते स्वतन्त्रतया तद् दण्डरूपं घटं प्रति कारणं न भवति इति वा? दण्डरूपम् अस्ति चेदपि हा, इदानीं कारणम् इति प्रायः न उक्तवन्तः, परन्तु तदपि अस्ति. हा, इत्युक्ते स्वातन्त्र्येण तत्र अन्वयव्यभिचारो न सः इत्युक्ते तत्र दण्डरूपम् इति एव केवलं स्वीकुर्मः चेत् दण्डं विना, तर्हि तत्र तथा वक्तुं न शक्नुमः खलु. दण्डरूपम् अस्ति चेत् इत्युक्ते श्यामवर्णदण्डः अस्ति चेत् एव कटनिर्माणं भवति, न तु अन्यथा इति किमपि तथा किमपि नास्ति तादृशम् इति चिन्तयामि. इत्युक्ते तत्र यद्यपि दण्डः अस्ति चेत् दण्डे दण्डवर्णः अथवा दण्डरूपं तु अस्ति एव, परन्तु दण्डरूपम् इति स्वीकृत्य, केवलं दण्डरूपम् इति स्वीकृत्य दण्डं विना वयं न वक्तुं शक्नुमः यत् दण्डरूपम् अस्ति चेत् घटम् अस्ति, घटः अस्ति, दण्डरूपं नास्ति चेत् घटः नास्ति इति. अवगतम्. अतः एव दण्डवर्णस्य घटं प्रति अन्वयसहचारः व्यतिरेकसहचारश्च स्वातन्त्र्येण न भवतः, तत्तु न भवति. घटं प्रति दण्डवर्णम् एव केवलं कारणम् इति न भवति, अपि तु कारणमादाय दण्डरूपकारणमादाय एव दण्डवर्णस्य घटं प्रति अन्वयव्यतिरेकसहचारौ ज्ञायेते. तदेव पुनः दत्तमस्ति, दण्डरूपकारणमादाय एव इत्युक्ते यद् गुणः दण्डरूपम् इति दण्डे अस्ति तदेव कारणम् इति आदाय घटं प्रति अन्वय. दण्डरूपकारणम् इत्युक्ते किम्? दण्डरूपकारणम् इत्युक्ते दण्डरूपम् इति यत् यत् दण्डरूपम् इत्युक्ते गुणः एव किल, तदेव कारणमादाय एव दण्डवर्णस्य घटं प्रति तत् दण्डरूपम् इति कारणम् आदाय एव इत्युक्ते तदेव कारणम् इति नास्ति इति वा? न न, तत्र दण्डरूपम् इति कारणम् इति कर्मधारे समासः नास्ति खलु, तत्र दण्डरूपस्य कारणम् इति समासः वस्तुतः. ओ षष्टि, अस्तु. दण्डरूपस्य कारणं, दण्डरूपस्य कारणं किम् इदानीं? दण्डः. तर्हि दण्डः इति यत् कारणम् अस्ति, तत् दण्ड इति तत्कारणम् आदाय एव दण्डवर्णस्य घटं प्रति अन्वयसहचारं ज्ञायते. इत्युक्ते स्वातन्त्र्येण दण्ड दण्डरूपं घटं प्रति अन्वय अथवा व्यतिरेकसहचारः स्वातन्त्र्येण तस्य नास्ति, परन्तु दण्डं स्वीकृत्य एव दण्डेन द्वारा एव तथा भवति. इत्युक्ते दण्डः दण्डघटयोः मध्ये तादृशभावः अस्ति इति कृत्वा दण्डरूपमपि तत्र भवति, यतोहि दण्डरूपं दण्डे अस्ति. दण्डसत्त्वे घटसत्त्वं, दण्डसत्त्वे घटसत्त्वम् इति भवति, परन्तु दण्डरूपं तु दण्डस्य एव कारणं, तद् दण्डरूपं. एकक्षणम् एकक्षणं, दण्डरूपं दण्डस्य कारणं वा? न न न, विपरीत, दण्डः दण्डरूपस्य कारणं. सत्यं. तर्हि दण्डरूपस्य कारणमस्ति दण्डः, यः दण्डः अस्ति तदादाय एव वयं वक्तुं शक्नुमः यत् दण्डरूपम् इत्युक्ते दण्डरूपस्य नियतपूर्ववृत्तित्वं दण्डेन एव भवति न तु स्वातन्त्र्येण इति एव विषयः अत्र. अस्तु ओ अस्तु तदेव भिन्नभिन्नरीत्या उक्तवन्तः. सत्यं सत्यम् इत्युक्ते तत्र का यतोहि तत्र स्थूलाक्षरेखी यत् लिखितमस्ति तत्र कारणम् इति अस्ति खलु, तत् कारणं तु वस्तुतः घटस्य कारणं नास्ति परन्तु रूप दण्डरूपस्य कारणं, तदर्थमेव तत्र दण्डरूपकारणमादाय इति पदमस्ति. इत्युक्ते दण्डरूपस्य यत् कारणं समवायिकारणमस्ति दण्डः इति, तदादाय एव दण्डरूपस्य घटं प्रति अन्वयविहेच्छारौ वयं वक्तुं शक्नुमः इति कृत्वा यत् समवायिकारणमध्ये अस्ति तदेव कारणं भवति, दण्डरूपं तु अन्यथा सिद्धि एव इति. एतत्तु गुणगुणिनोः सम्बन्धः. प्रथमं वयं दृष्टवन्तः तत्तु धर्मः दण्डत्वम् इति जातिविषये. इदानीं गुणगुणिनोः द्वितीय अन्यथा सिद्धः क्रिया अपि भवितुम् अर्हति इत्युक्ते ओ क्रिया अपि समवायसम्बन्धेन क्रिया कारणे अस्ति चेत् तदपि अत्र भवितुम् अर्हति. अन्य समवायि कारणानि अपि भवितुम् अर्हति वा इत्युक्ते प्रथमविध द्वितीयविध वयं दृष्टवन्तः किल, तत्तु असमवायिकारणं खलु. समवायिकारणं न तद् नास्ति. जातिव्यक्तियोः क्रियाक्रियावतोः गुणगुणिनोः पञ्चविधानि समवायसम्बन्धः खलु न तु समवायिकारणम्. अस्तु ओहो अस्तु यतोहि तत्र जातिव्यक्तयोः तु समवायसम्बन्धः परन्तु तत्तु प्रथमविध असमवाय तस्मिन् प्रथमविध अन्यथा सिद्धित्वे इति यद् वयं दृष्टवन्तः तत्र अन्तर्भवति खलु. अस्तु गुणगुणिनोः क्रियाक्रियावतोः अत्र आगच्छति. सत्यं यत्र गुणः अपि च क्रिया इति कारणं नास्ति तर्हि तथा भवति. अस्तु अवगतं धन्यवादः. अस्तु अग्रे सरला भगिनी भवती पठति वा. भगिनि यत् कार्यं प्रति यस्य वस्तुनः अन्वयः व्यतिरेकः वा स्वातन्त्र्येण न भवति अपि तु कारणम् आदाय एव भवति तत् कार्यं प्रति तच्च वस्तु अन्यथा सिद्धम्. अत्र ध्येयं यत् कारणम् इत्युक्ते वस्तुनः कारणं दण्डरूपस्य घटं प्रति न स्वातन्त्र्यपूर्वभाव किन्तु स्वकारणस्य दण्डरूपस्य समवायिकारणदण्डस्य पूर्वभावं गृहीत्वा एव दण्डरूपस्य अपि घटं प्रति पूर्वभाव गृह्यते. अतः दण्डरूपं घटोत्पत्तेः पूर्वक्षणे क्षणे सदापि अन्यथा सिद्धम् एव इति भावः. अतः भिन्नरीत्या दत्तमस्ति यत् कारणं प्रति यस्य वस्तुनः अन्वयः व्यतिरेकः स्वातन्त्र्यं न भवति यथा घटं प्रति यस्य वस्तुनः रूपस्य अन्वयव्यतिरेक स्वातन्त्र्येण न भवति किन्तु तस्य कारणमादायरूपस्य कारणं दण्डम् अस्ति तत् आदाय भवति तत् भवति कार्यं प्रति तत् वस्तु कार्यं प्रति भवति अन्यथा सिद्धं. तथा घट दण्डरूपस्य स्वातन्त्र्येण व्यतिरेक दण्डरूप अस्ति तथा कार्यं भवेत् वा दण्डरूपे नास्ति तथा कार्यं न भवेत् इति अन्वयव्यतिरेकसहचारः न भवति. किन्तु यदि दण्डरूपं दण्डे दण्डम् आदाय दण्डरूपं दण्डत्रयोमध्ये समवायसम्बन्धः अस्ति तस्य आधार अधिकरणं दण्डरूपस्य दण्डः अस्ति तत् आदाय यदि वयं वदामः स्वीकुर्मः तत् तद यथायिदण्डरूपम् भवति. अत्र ध्येयं यत् कारणम् इत्युक्ते वस्तुनः कारणं कारणम् अत्र दत्तमस्ति गुण यत् दण्डरूपं न तु दण्ड दण्डरूपस्य घटं प्रति स्वतन्त्रया पूर्वभाव किन्तु स्व कारणस्य एकक्षणं भगिनि अत्र पुनः वदतु तत्र ध्येयं यत् कारणम् इत्युक्ते वस्तुनः कारणम् इत्युक्ते किम् यत् कारणम् इत्युक्ते वस्तुनः कारणं यत् कारणम् अत्र यत् कारणम् अस्ति ओ दण्ड दण्ड इत्युक्ते वस्तुनः कारणं रूपस्य दण्डरूपस्य कारणम् अस्ति तत् इत्युक्ते अत्र किं दण्डरूपं दण्डरूपस्य तत्र कारणम् इत्युक्ते दण्डरूपस्य कारणं दण्डरूपस्य घटं प्रति न स्वतन्त्रया पूर्वभावं सो दण्डरूपस्वतन्त्रया स्वतन्त्रया दण्डे दण्डे दण्डे दण्डेन विना दण्डरूपस्य का सत्ता नास्ति. यदि दण्डमस्ति तदैव दण्डरूपं भवितुं शक्नोति. तस्य पूर्वभावः स्वतन्त्रया न वर्तते किन्तु स्वकारणस्य दण्डरूपस्य समवायी कारणदण्डस्य किन्तु स्वकारणस्य मीन्स् रूप दण्डरूपस्य कारणस्य दण्डरूपस्य समवायी कारणदण्डस्य पुनः दत्तमस्ति दण्डरूपस्य समवायी कारणदण्डस्य दण्डरूपं दण्डे समवायिकारणे भवति समवायिकारणं दण्ड अस्ति हा इत्युक्ते दण्डरूपं समवायसम्बन्धेन दण्डे अस्ति इति कृत्वा दण्डे अस्ति तथा नास्ति खलु इत्युक्ते द्रव्यं दण्डरूपस्य समवायिकारणं दण्ड सत्यं तस्य अधिकरणं दण्ड अस्ति पूर्वभावं गृहीत्वा एव दण्डरूपस्य घटं प्रति पूर्वभावः गृह्यते तस्य पूर्वभावः गृह्यते अत्रापि यथा पूर्वं वयं दृष्टवन्तः दण्डेन दण्डत्वं दण्डस्य बलेन दण्डत्वमपि गृह्यते तत्र अत्र दण्डे दण्डस्य बलेन दण्डरूपम् इति गृहीतं भवति. दण्डत्वस्य विषये किम् उक्तवती यथा पूर्वं दण्डत्वं गृहीतं भवति कारणं कि दण्डकारणमस्ति कार्यं प्रति तस्य दण्डत्वं दण्डत्वं विना दण्डं नास्ति साधु सत्यं दण्डस्य बलेन दण्डत्वमपि गृहीतम् अस्ति पूर्वभावः तत्र अस्ति इदानीं दण्ड तथा नास्ति किञ्चित् इत्युक्ते तत्र किञ्चित् भिन्नविषयः खलु इत्युक्ते पूर्वभावः दण्डत्वे नास्ति दण्डे अस्ति परन्तु यः दण्डः वयं दण्डत्वेन दण्डत्वस्य बलेन दण्डः जानीमः दण्डस्य पूर्वभावः तु अस्ति एव परन्तु अत्र किञ्चित् विपरीतं खलु अत्र रूप दण्डे दण्डस्य बलेन रूपं गृहीतं भवति अत्र दण्डस्य बलेन इति वक्तुं न शक्नुमः दण्डे रूपम् अस्ति इति कृत्वा वयं दण्डरूपं जानीमः इत्युक्ते किञ्चित् भिन्नम् अस्ति खलु अस्तु किन्तु तत्र तत्रापि पूर्वभावम् अस्ति यदि दण्डं स्वीकृत कारणं तत्र गुण अपि आगच्छति तस्मिन् साधु इत्युक्ते दण्डः दण्डस्य पूर्वभावः अस्ति इति कृत्वा दण्डे विद्यमानस्य गुणस्य अपि पूर्वभावः अस्ति पूर्वभावः अस्ति परन्तु वस्तु वयं दण्डस्य पूर्वभावं ज्ञात्वा एव दण्डरूपस्य पूर्वभावं ज्ञातुं शक्नुमः ज्ञातुं शक्नुमः अस्तु सो दण्ड दण्डस्य कारणं ज्ञात्वा द्वन्द्वरूपस्य पूर्वभावात् अस्मिन् गृहीतुं शक्नुमः. अत्र दण्डरूपं घटोत्पत्ति पूर्वशरे सदापि अन्यथा सिद्धमेव इति भावः. सो अतः दण्डरूपम् अन्यथा सिद्धम् अस्ति, तस्य पूर्वभावः दण्डे अस्ति. साधु सत्यं, दण्डे पूर्वभावः अस्ति, दण्डरूपं तु अन्यथा सिद्धमेव. सन्ध्या भगिनी तत्र अग्रे पठति वा? आम्, प्रश्नः उदेति यत् प्रथमविधान्यथा सिद्धिः, द्वितीयविधान्यथा सिद्धिः, अनयोः भेदः कः? दण्डत्वं दण्डे विद्यमानजातिः, दण्डरूपम् इति दण्डे विद्यमानः गुणः, द्वयोः घटनियतपूर्ववृत्तित्वम्, परन्तु दण्डत्वं कारणतावच्छेदकं, दण्डरूपं तथा न किमपि. घटकार्यं प्रति दण्डरूपं न कारणतावच्छेदकं न वा प्रयोजकं, प्रयोजकमत्र इत्युक्ते कारणं वा कारणतावच्छेदकं न वा अन्यत् किमपि, केवलं दण्डाश्रितः गुणः, अतः पृथक्तया उक्तम्. तर्हि एतत्तु किञ्चित् सुलभम् इत्युक्ते स्पष्टतया एव उक्तमस्ति करपत्रे. तत्र प्रथमाविधान्यथा सिद्धौ यत् वयम् उक्तवन्तः तत्र दण्डत्वम् इति तस्य उदाहरणं, द्वितीयविधान्यथा सिद्धौ दण्डरूपम् इति तत्र उदाहरणमस्ति. तर्हि एतयोः द्वयोः भेदः कः इति प्रश्नः. तर्हि तत्र आदिम अन्यथा सिद्धिः अस्ति, तत्र दण्डत्वम् इति उदाहरणं, तत्र दण्डे या जातिः अस्ति अपि च तया जात्या दण्डः अवच्छेदकः इत्युक्ते सः धर्मः अवच्छेदकः भवति. तया जात्या, क्षम्यतां, जातिः इति न, तत्र अत्र धर्मः इति वक्तव्यं. तर्हि तया तेन धर्मेण दण्डः तत्र अवच्छिद्यते. किन्तु तत्र द्वितीय उदाहरणे दण्डे विद्यमानं यद् रूपम् इति वयं वदामः, तत्तु दण्डे कश्चन गुणः अस्ति, तेन दण्ड तत्र दण्डः अवच्छिद्यते इति किमपि वक्तुं न शक्नुमः इति कृत्वा, यद्यपि द्वयोः तत्र दण्डत्वम् अपि च दण्डरूपम् इति द्वयोः अपि तत्र घटनियतपूर्ववृत्तित्वम् अस्ति, घटस्य घटं प्रति नियतपूर्ववृत्तित्वं द्वयोः अस्ति, तथापि तत्र दण्डत्वं यथा पूर्वम् उक्तं कारणतावच्छेदकधर्मः, दण्डरूपं तु तथा किमपि नास्ति. तत्र कारणमपि नास्ति, कारणतावच्छेदकमपि नास्ति इति कृत्वा तत्र प्रयोजकं किमपि नास्ति घटं प्रति, केवलं तत्र घटे दण्डे विद्यमानः गुणः एव अस्ति. अतः प्रथमविध अन्यथा सिद्धौ तद् न अन्तर्भवति इति कृत्वा पृथक्तया द्वितीयविध अन्यथा सिद्धिः उक्ता अस्ति. अग्रेपि भगिनी भागः समाप्तः. तदर्थं श्लोकस्य आरम्भे उक्तं येन सह पूर्वभावः कारणमादाय वा यस्य, प्रथमविधस्य येन सह पूर्वभावः, द्वितीयविधस्य कारणमादाय वा यस्य पूर्वभावः. प्रथमविधे येन सह इत्यस्य कथनेन यस्य बलेन पूर्वभावः उक्तः, दण्डः घटं प्रति कारणं दण्डत्वेन रूपेण, किन्तु दण्डरूपम् इति चेत् वैपरीत्यं, कारणमादाय एव तस्य पूर्वभावः सिध्यति, नाम समवायिकारणं दण्डम् अवलम्ब्य तस्य पूर्वभावः. इत्युक्ते अत्र पुनः सारांशत्वेन उक्तं, तत्र प्रथम विधस्य यथा उक्तमस्ति येन सह पूर्वभावः, तस्य अर्थः अस्ति यस्य बलेन पूर्वभावः इत्युक्ते दण्डत्वम् इति यदि वयं वदामः, दण्डः इति उच्यते यतोहि तस्मिन् दण्डत्वम् अस्ति इति कृत्वा. तर्हि दण्डत्वं तु तत्र नित्या अस्ति, अतः दण्डस्य पूर्वम् अपि अस्ति, परन्तु दण्डरूपम् इति यदस्ति तत्तु विपरीतत्वेन अस्ति. दण्डः अस्ति चेदेव तत्र अनन्तरक्षणे एव दण्डरूपं तत्र उद्भवति दण्डे इति कृत्वा तत्र दण्डम् आदाय एव कारणम् आदाय एव दण्डरूपस्य अस्तित्वम्. परन्तु पूर्वं तु दण्डत्वम् अस्ति पूर्वं दण्डत्वस्य बलेन एव दण्डः दण्डः भवति. द्वितीयं तु दण्डरूपम् अनन्तरं भवति, दण्डः पूर्वं भवति. दण्डरूपं तु तत्र कारणम् आदाय इत्युक्ते स्वस्य कारणं स्वस्य इत्युक्ते दण्डरूपस्य समवायिकारणं दण्डः, तस्य एव बलेन तस्य अस्तित्वम् अस्ति इति कृत्वा पुनः द्वयोः तादृशभेदः अस्ति इति. धन्यवादः. एतत् स्पष्टं वा? अग्रे तृतीयविध अन्यथा सिद्धि सिद्धं प्रति गन्तुं शक्नुमः इति चिन्तयामि. अस्तु, राप्रिया भगिनी पठति वा? तृतीयम् आह अन्यं प्रतीति. अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वा एव यस्य यत्कार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यं प्रति अन्यथासिद्धत्वं, यथा घटकादिकं प्रति आकाशस्य, तस्य हि घटादिकं प्रति कारणत्वम् आकाशत्वेन एव स्यात्. आकाशत्वं हि शब्दसमवायीकारणत्वम्, एवं च तस्य शब्दं प्रति जनकत्वं गृहीत्वा एव घटादिकं प्रति जनकत्वं ग्राह्यं तद् अन्यथा ग्राह्यम् अतः अस्तु विसर्गसन्धि ग्राह्यम् अतः तद् अन्यथासिद्धम् इति तृतीयम् अन्यथासिद्धनिरूपणम् अस्तु. तद् अग्रिमपरिच्छेदं पठामि वा भगिनि? अन्यं प्रति पूर्ववृत्तित्वं कारणत्वं ज्ञात्वा यत् कार्यं प्रति पूर्ववृत्तित्वं ज्ञायते तत् तृतीयम् अन्यथासिद्धं, यथा घटं प्रति आकाशः, आकाशः नित्यः व्यापकश्च, अतः सः कार्यं मात्रं प्रति नियतपूर्ववर्ति, एवञ्च घटं प्रति अपि आकाशः नियतपूर्ववर्ति अस्ति एव. नाम आकाशे नियतपूर्ववर्तित्वस्वरूपं कारणत्वम् आकाशे सिद्धं, परन्तु घटं प्रति आकाशस्य केन रूपेण पूर्ववृत्तित्वं केन रूपेण कारणत्वम् इति चेत् आकाशत्वेन रूपेण. नाम आकाशत्वेन रूपेण कारणं मन्तव्यं साधनीयञ्च. अस्तु, इदानीं तृतीय अन्यथासिद्धत्वं स्य लक्षणवाक्यं दत्तमस्ति. तत्र अन्यं प्रति पूर्ववृत्तित्वं, पूर्ववृत्तित्वम् इत्युक्ते कारणत्वं ज्ञात्वा यत् कार्यं प्रति पूर्ववृत्तित्वं ज्ञायते तत् तत् तृतीयम् अन्यथासिद्धत्वम् इत्युक्ते किम्? अस्तु, यत् कार्यं प्रति पूर्ववृत्तित्वं ज्ञायते. अस्तु, उदाहरणमस्ति घटं प्रति आकाशः इति उदाहरणमस्ति. आकाशः पूर्ववृत्तिः आम् अस्ति, पूर्ववृत्तित्वम् अस्ति आकाशे. आकाशः तु नित्यः नित्यवस्तु, तद् वयं जानीमः. तत्तु आकाशः नित्यः व्यापकः इति, अतः सः कार्यमात्रं प्रति पूर्ववर्ति. कार्यम् इति घटं, घटकार्यं प्रति आकाशः नियतपूर्व वर्ति. अस्तु, तदपि साधु. घटं प्रति अपि आकाशः, तदेव पुनः दत्तमस्ति. आम्, घटं प्रति यद् आकाशः अस्ति तत्तु नियतपूर्ववृत्तित्वं तस्य अस्ति एव, आकाशे नियतपूर्ववृत्तित्वम् अस्ति. स्वरूपस्य का पुनः तदेव भिन्नभिन्नरूपेण दत्तमस्ति. इत्युक्ते नियतपूर्ववर्तिस्वरूपं कारणत्वम् इत्युक्ते तत्र निकषत्रयम् इति स्वीकुर्मः चेत् तादृशकारणत्वं तु आकाशे अस्ति एव. अस्ति आम्. परन्तु तत् प्रथमवाक्यस्य परन्तु घटं प्रति अग्रे पठतु. घटं प्रति आकाशस्य केन रूपेण पूर्ववृत्तित्वं केन रूपेण कारणत्वम् इति चेत् आकाशत्वरूपेण. आकाशे आकाशत्वम् अस्ति. केन रूपेण तद् निरत पूर्ववृत्तित्वम् आकाशस्य इत्युक्ते घटं प्रति आकाशत्वरूपेण पूर्ववृत्तित्वम् अस्ति. कारणत्वमपि तद्रूपेण एव अस्ति इति कृत्वा आकाशत्वम् इत्युक्ते किम् इति अवगन्तव्यं खलु. तदा एव वयं वक्तुं शक्नुमः तत् प्रथमवाक्यं वाक्यस्य सम्पूर्ण अवगमनं भवति. अवगमनम् इति कृत्वा तत्र अग्रे सरला भगिनी पठति वा आकाशत्वम् इत्युक्ते किम्. तर्हि आकाशत्वम् इत्युक्ते किम्? आकाशत्वं शब्दसमवायिकारणत्वम् इति वक्तव्यम् अस्ति. शब्दसमवायिकारणत्वम् इत्यस्य कथनेन आकाशः शब्दं प्रति कारणम् इति एव सिद्धं भवति, न अन्यत् प्रति. तर्हि आकाशः शब्दं प्रति कारणं ज्ञात्वा शब्दसमवायिकारणत्वम् आदौ ज्ञात्वा अन्तरम् एव घटं प्रति आकाशपूर्ववृत्तित्वं ज्ञातुं शक्यते. अतः घटकार्यं प्रति आकाशः अन्यथा सिद्धम्. आकाशे आकाशत्वम् अस्ति. तत् कथं तस्य ग्रहणं भवति? यदि आकाशः अस्ति शब्दस्य समवायिकारणं, शब्दस्य अधिकरणम् आकाशे आगच्छति, तत् भवति कारणत्वम्. अतः आकाशत्वमपि शब्दसमवायिकारणत्वं समानस्तरे आगच्छति. सो आकाशत्वं शब्दसमवायिकारणत्वम् एकम् अर्थम् एकसमानः अस्ति. तत् यदि घटकार्यं प्रति आकाशत्वं, यदि कः धर्म आकाशस्य आकाशत्वं, कारणं कि आकाशे द्रव्यत्वमपि आगच्छति. यदि द्रव्यत्वं स्वीकुर्मः प्रतिव्याप्तिदोषः आगच्छति. अतः आकाशत्वम् आकाशत्वं यदि विभुद्रव्यमस्ति, नित्यद्रव्यमस्ति, तस्य धर्मस्य का आवश्यकता भवति? किन्तु तस्य सिद्धं करणाय शब्दसमवायिकारणत्वम् इति आवश्यकम् आगच्छति. कारणकि तत् कीदृशधर्म आकाशत्वं, तत् ईदृशधर्म यस्मिन् समवायिकारणत्वम् अस्ति, तत् भवति आकाशत्वम्. अतः आकाश भवति अन्यथा सिद्धं घटकार्यं भवति. रामप्रिया भगिनी अवगच्छति वा? आम्, तत्तु शब्दगुणकम् आकाशम् इति शब्दस्य विषये दत्तमस्ति. परन्तु मम प्रथमवाक्यस्य अर्थम् इत्युक्ते अत्र अन्यं प्रति पूर्ववृत्ति, अन्यम् इत्युक्ते अत्र शब्दं खलु, शब्दं प्रति पूर्ववृत्तित्वम् इत्युक्ते शब्दमिति कश्चन गुणः अस्ति, तस्य समवायिकारणं भवेत् इति कृत्वा एव आकाशः इति अनुमानेन वयम् उक्तवन्तः खलु, आकाशः इति द्रव्यमस्ति इति. तर्हि अन्यं प्रति पूर्ववृत्तित्वम् इत्युक्ते शब्दं प्रति कारणत्वं ज्ञात्वा एव तस्य पूर्ववृत्तित्वं ज्ञायते खलु. इत्युक्ते आकाशत्वम् इत्युक्ते एव शब्दसमवायिकारणत्वम् इति. आकाशत्वम् इत्युक्ते शब्दसमवायिकारणत्वम् इत्युक्ते तत्र शब्दस्य समवायिकारणत्वम् इति आकाशः इति आकाशे अस्ति इति ज्ञात्वा एव आकाशस्य ज्ञानं भवति. तादृशज्ञानेन यद् आकाशः भवति तद् अनन्तरमेव तद् अन्यस्य अन्यकार्यं प्रति पूर्ववृत्ति इति भवति खलु. इति कृत्वा तत्तु अन्यथा सिद्धिः अथवा आकाशः अन्यथा सिद्धः. प्रथमं यदा शब्दः तस्य समवायि शब्दसमवायिकारणत्वं आकाशे आकाशे आकाशत्वम् अस्ति. आकाशः तु घटं प्रति अन्यथा सिद्ध आकाशः एव घटं प्रति शब्दसमवायिकारणत्वं खलु शब्दसमवायिकारणत्वम् अस्ति. आकाशे आकाशत्वमपि अस्ति. आकाशत्वम् इत्युक्ते शब्दसमवायिकारणत्वं. तर्हि तज्ञात्वा एव वयम् आकाशं जानीमः. तर्हि तादृश आकाशः तु अन्यथा सिद्धः भवति इत्युक्ते अग्रिमपरिच्छेदः भवति एव पठतु. अपरैः शब्दैः घटं प्रति आकाशः नियतपूर्ववर्ति इति ज्ञातव्यं चेत् आकाशः नामकः इति आदौ ज्ञातव्यम्. आकाशः नामकः इति चेत् शब्दसमवायीकारणम्. इत्थञ्च आकाशस्य शब्दनियतपूर्ववृत्तित्वं ज्ञात्वा अनन्तरं घटनियतपूर्ववृत्तित्वं ज्ञायते. अतः आकाशः अन्यथा सिद्धः. तदेव सारांशत् सारांशरूपेण दत्तमस्ति. यदा घटं प्रति आकाशः नियतपूर्ववर्ति इति वयं ज्ञातवन्तः. आकाशः नाम कः? शब्दैः घटं प्रति आकाशः. अस्तु, आकाशः इत्युक्ते शब्दसमवायीकारणं. तदेव वयं पूर्वस्मिन् परिच्छेदे अपि दृष्टवन्तः. यदा आकाशः इत्युक्ते शब्दसमवायीकारणम्. आकाशस्य शब्दनियतपूर्ववृत्तित्वं ज्ञात्वा इत्युक्ते शब्दसमवायीकारणं तु अवगतम्. आकाशः आकाशः इति कारणं, शब्दः इति कार्यं. तर्हि आकाशे कस्य नियतपूर्ववृत्तित्वमस्ति? आकाशः इति कारणम् अस्ति किल, अतः नियतपूर्ववृत्तित्वं, शब्दस्य नियतपूर्ववृत्तित्वम् अस्ति आकाशे. तदेव अत्र अस्ति खलु. इत्थं च आकाशस्य शब्दनियतपूर्ववृत्तित्वं ज्ञात्वा इत्युक्ते प्रथमम् आकाशे तत्र शब्दं प्रति नियतपूर्ववृत्तित्वम् अस्ति इति ज्ञात्वा एव आकाशस्य ज्ञानं भवति. अनन्तरमेव घटनियतपूर्ववृत्तित्वं खलु. आम् आम्, प्रथमम् आकाशः अनन्तरम् आम्. प्रथमं शब्द शब्दद्वारा आकाशस्य ज्ञानं, तदनन्तरं वयम् आकाशः विभुः नित्यः इति कृत्वा घटस्यापि नियतपूर्ववृत्तित्वम् इति ज्ञातुं शक्नुमः इति कृत्वा तत्र तादृशनियतपूर्ववृत्तित्वं भवति चेत् तदपि यस्मिन् तादृशनियतपूर्ववृत्तित्वम् अस्ति तदपि अन्यथा सिद्धः इति एव सः अपि अवगतम्. इदानीं प्रथमवाक्यम् अवगच्छति वा? तत्र अन्यं प्रति पूर्ववृत्तित्वम्? अत्र अन्यम् इत्युक्ते किम्? अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वा एव यस्य यत् कार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत् कार्यं प्रति अन्यथा सिद्धत्वम्. अन्यम् इति अस्मिन् सन्दर्भे यदा घटं प्रति आकाशः इति सन्दर्भे शब्दः शब्दं प्रति पूर्ववृत्तित्वं गृहीत्वा एव यस्य यत् कार्यं प्रति पूर्ववृत्तित्वं गृह्यते. कार्यम् इति तत्र यस्य इत्युक्ते किम्? यस्य यत् कार्यं प्रति आकाशस्य आकाशस्य घटकार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य आकाशस्य घटकार्यं प्रति अन्यथा सिद्धत्वम् अवगतम् अवगतम् आम् अस्तु तर्हि अग्रे सन्ध्या भगिनी पठति वा तर्हि प्रश्नः उदेति किमर्थं न साक्षात् आकाशप्रसङ्गे चर्चां कुर्मः आकाशत्वस्य विषयः अत्र किमर्थम् आनेतव्यः उत्तरत्वेन वक्तव्यं यत् यदि आकाशः घटं प्रति कारणं स्यात् तर्हि केन रूपेण कारणं स्यात् इति चेत् आकाशत्वेन रूपेण न तु द्रव्यत्वेन रूपेण अथवा अन्येन रूपेण यया रीत्या दण्डः घटं प्रति कारणं भवति दण्डत्वेन रूपेण न तु द्रव्यत्वेन रूपेण वा पृथिवीत्वेन रूपेण तया एव रीत्या आकाशः विशिष्टधर्म आकाशत्वेन रूपेण तस्य घटं प्रति कारणं यदि स्यात् तर्हि तेन एव रूपेण स्यात् नाम आकाशे विद्यमाना कारणता आकाशत्वावच्छिन्ना अतः तच्च आकाशत्वं कीदृशमिति अवश्यं ज्ञातव्यम् इदानीं दण्डे विद्यमानधर्मः दण्डत्वं जातिरूपः दण्डत्वं जातिः अस्ति इति कृत्वा पर्याप्तं ततः अग्रे तस्य वर्णने न अपेक्षितं किमपि किन्तु आकाशत्वे एक एव सदस्यः आकाशः इति कृत्वा इदम् आकाशत्वं जातिः नास्ति इति कारणतः अस्माभिः वक्तव्यं भवति यदि आकाशः घटं प्रति कारणम् आकाशत्वेन रूपेण तर्हि इदम् आकाशत्वं नाम किम् अनेन कारणेन उपरितना आकाशत्वसम्बद्धा चर्चा अपेक्षिता आकाशत्वं शब्दसमवायिकारणत्वम् इति कृत्वा अन्यं प्रतिपूर्वभावः अनेन आकाशः अन्यथा सिद्धः तर्हि अत्र प्रश्नः अस्ति अस्मिन् परिच्छेदे तत्र यदा आकाशः इति वयं वदामः तत्र आकाशत्वम् इति विषयः किमर्थम् आगच्छति तस्य उत्तरमस्ति तत्र आकाशः यदि घटं प्रति कारणं भवेत् तर्हि तत्र कारणता अवच्छेदकधर्मः कः तत्र भवेत् इति चेत् आकाशत्वं तत्र उदाहरणत्वेन यथा वयं पूर्वं दृष्टवन्तः दण्डः इति कारणं भवति घटं प्रति दण्डत्वम् इत्यनेन तथैव आकाशः यदि भवेत् तर्हि आकाशत्वम् इत्यनेन भवेत् परन्तु तत्र अपि च तत्र दण्डः इति कारणं भवति केवलं दण्डत्वम् अस्ति तस्मिन् इत्यनेन दण्डत्वेन न तु तत्र अन्यत् किमपि तत्र पृथ्वीत्वं वा यथा पूर्वं चर्चितं तेन रूपेण न भवति तथैव आकाशः अपि तत्र केवलम् आकाशत्वेन एव तत्र घटं प्रति कारणं यदि भवेत् तर्हि तेन एव कारणेन भवेत् तत्र इत्युक्ते एतत् पुनः पूर्वम् उक्तं तत्र आकाशे यत् कारणत्वम् अस्ति तत् कारणत्वस्य अवच्छेदकधर्मः अस्ति आकाशत्वम् इति तर्हि आकाशत्वम् इत्यस्य यदि ज्ञानम् आवश्यकं तर्हि तत्र न तर्हि तत्र आकाशत्वम् इति किम् इति तत्र अवश्यं तस्य आवश्यकता अस्ति यः प्रश्नः अस्ति किमर्थम् आकाशत्वम् आगच्छति तर्हि तस्य उत्तरम् एतदस्ति इदानीं तत्र दण्डत्वम् इति यदि स्वीकुर्मः दण्डत्वं तु तत्र जातिः अस्ति तर्हि तावदुक्त्वा तत्र पर्याप्तं भवति किन्तु आकाशः तु एकः एव अतः आकाशत्वं यद् अस्ति तस्मिन् वर्तमानः यः धर्मः सः तद् आकाशत्वं तु तत्र जातिः नास्ति तर्हि तत्र जातिः नास्ति इति कृत्वा यदा वयं वक्तुम् इच्छामः आकाशः घटं प्रति कारणं भवति आकाशत्वेन, इदानीं तत्र यतोहि आकाशत्वं जातिः नास्ति, तत्र आकाशत्वं किम् इति तत्र ज्ञातुम् अत्र आवश्यकता अस्ति, सा चर्चा आवश्यकता अस्ति. अपि च तस्य आकाशत्वं किम् इति यथा दृष्टम्, आकाशत्वम् इत्युक्ते शब्दसमवायिकारणत्वं, पुनः शब्दसमवायिकारणत्वम् इत्युक्ते शब्दनियतपूर्ववृत्तित्वं, शब्दं प्रति पूर्वभावः अस्ति आकाशस्य इति उक्त्वा एव आकाशस्य आकाशत्वस्य च ज्ञानं भवति इति कृत्वा तत्र पुनः एतावत्पर्यन्तं यत् यद् दृष्टम् अन्यं प्रति पूर्वभावं ज्ञात्वा एव यस्य तत्र पूर्ववृत्तित्वं कस्यचित् द्रव्यस्य प्रति यदि गृह्यते तर्हि तद् पूर्वतनपदार्थः तद्द्रव्यं प्रति अन्यथा सिद्धः भवति. आहत्य आकाशः शब्दं प्रत्येव कारणं, तस्य आकाशस्य कार्यमात्रं प्रति पूर्ववृत्तित्वं चेदपि शब्दं विहाय अन्यत् सर्वं प्रति आकाशः अन्यथा सिद्धः. तदर्थं तृतीयम् अन्यथा सिद्धमुक्तम् अन्यं प्रति पूर्वभावे ज्ञाते यत् पूर्वभावविज्ञानम् इति. तर्हि तत्र यथा दृष्टं तत्र आकाशः तत्र शब्दं प्रति कारणं, किन्तु आकाशः शब्दं प्रति एव कारणं, यद्यपि तस्य तत्र यानि यानि सर्वाणि कार्याणि सन्ति तर्हि तान् प्रति पूर्ववृत्तित्वं भवति, तथापि तत्र केवलं शब्दं प्रति एव कारणं भवति आकाशः, अन्यत् सर्वं तत्र तं प्रति अन्यत् सर्वं प्रति आकाशः अन्यथा सिद्धः भवति इति. अतः तत्र तृतीय तत्र पङ्क्तिः अस्ति अन्यथा सिद्धत्वस्य विषये, अन्यं प्रति पूर्वभावे ज्ञाते यत् पूर्वभावविज्ञानं तद् अन्यथा सिद्धम् इति. सम्यक्. एतावत्पर्यन्तमेव शनिवासरे अपि अभवत् इति मन्ये, इति कृत्वा तावतालं प्रायः अद्य प्रश्नः अथवा संशयः अस्ति चेत् निश्चयेन पृच्छन्तु, नो चेत् इदानीं विरमामः. भगिनि, विषयान्तरमस्ति, तृतीयम् आह इति कीदृशपदं भवति? आह इति क्रियापदं धातु किम् अस्ति? आह इति आहते आह इति वदति, हा इत्युक्ते आह्वयति इत्यस्य वा तत्र? न न, आह इति ब्रूधातुः, तत्र ब्रूधातोः तत्र आह इति तत्र एकस्मिन् पक्षे आदेशः भवति, तर्हि ब्रवीति इति एकं रूपम्, आह इति अन्यद् रूपं तस्य विकल्पेन. आह केवलम् आह ब्रवीति इति कः पुरुषः अस्ति? प्रथमपुरुषः ब्रवीति तु प्रथमपुरुषः, परन्तु तत्र आह इत्यपि अत्र प्रथमपुरुषः एव, परन्तु आह इति आदेशः तत्र केवलं प्रथमपुरुषे अस्ति इति न, लटि प्रथमपुरुषे अस्ति इति नास्ति. यदि क्षणं ददाति अहम् अत्र रूपचन्द्रिकायां पश्यन्ती अस्मि, तत्र झटिति एव उत्तरं दातुं शक्नुमः. गणं किं भवति? ब्रवीति अदादिगणः. अदादिगणे तत्र ब्रू इति धातौ, तत्र ब्रू ब्रवीति ब्रूतः ब्रुवन्ति इति एकस्मिन् पक्षे, अनन्तरम् इत्युक्ते लटि प्रथमपुरुषे, तत्रैव विकल्पेन आह आहतुः आहुः इति तत्र आदेशः तत्र आदेशः भवति इति तत्र मन्ये, अहं केन सूत्रेण इति अहम् इदानीं न स्मरामि, अपि च पुनः मध्यमपुरुष अपि तादृश एव तत्र मध्यमपुरुष किन्तु केवलं एकवचने द्विवचने इति दृश्यते तत्र ब्रवीषि अर्थ ब्रूथः आहतुः इति अन्यत्र कुत्रापि तत्र आह इत्यस्य आदेशः न दृश्यते अस्तु धन्यवादः अस्तु अस्तु अस्तु धन्यवादः शुभरात्रि अस्तु धन्यवादः धन्यवादः भगिनि शुभरात्रिः